पद्मपुराणं खण्डं 5 पादालखण्डम् अध्यायं 90 देवशर्मोवाच पूर्वजन्मकृतं पापं त्वया ख्यातं ममैव तद शूद्रत्वेन हि विप्रेन्द्रमयैवं धनमार्जितं विप्रत्वं हि मया प्राप्तं तत्कथं द्विजसत्तम तत्सर्वं कारणं ब्रूहि ज्ञानविज्ञानपण्डित दुर्लभं भारते वर्षे जन्म तस्मान्मनुष्यता मानुष्ये ब्राह्मणत्वं च सुतरां सत्कुलोदितं तत्रापि दृग्विधा भार्या सर्वज्ञा प्रियवादिनी सती सर्वगुणोपेदा दुर्लभा सा कुतो भवद वसिष्ठ उवाच यत्त्वया चेष्टितं पूर्वं धर्मकर्मकृतं द्विज तदहं संप्रवक्ष्यामि श्रूयतां यदि मन्यसे ब्राह्मणैकसुधर्मात्मा सदा चारसुपण्डितः विष्णुभक्तस्तु धर्मात्मा नित्यं विष्णुपरायणः स्नानार्थमपि तीर्थानां भ्रमत्येकसमेदिनीम् अडमानः समायातस्तव गेहे महामतिः तस्य दर्शनमात्रेण समुत्पन्न सुधीर्तव यतो धर्मगते गेहे सदामागमनं भवेद किं किं न लभ्यते विप्र विप्रवैष्णवसेवया दुर्लभं यच्च लोकेस्यान्मोक्षस्थानमपि स्थिरम् याचितं स्थानमेकं वै वासार्थं तेन सत्तम तवैव भार्यया दत्तं त्वया च सह पुत्रकैः ये यदा मे यदां ब्रह्मन् सुखेन च गृहे मम वैष्णवं ब्राह्मणं पुण्यमित्युवाच पुनः पुनः सुखेनस्ति यदामत्र गृहोऽयं तव सुव्रत अद्य धन्योऽस्म्यहं पुण्यो अद्य तीर्थमहं गतः अद्य तीर्थफलं प्राप्तं मया देवि प्रदर्शनाद् गवां स्थानं परं पुण्यं वासस्थानं प्रदर्शितम् अङ्गसंवाहनं सम्यक् पादौ चैव प्रमर्दितौ क्षालितौ च पुनस्तोयै स्नादपादोदकेन हि सद्यो कृतं दधि क्षीरमन्यमन्यं प्रदत्तवान् ब्राह्मणाय तदा तस्मै त्वं तथा दृष्टनोदितः एवं सन्तोषितो विप्रस्त्वयैव सह भार्यया पुत्रैः सार्धं महाभागो वैष्णवो ज्ञानपण्डितः अध प्रभाते विमले स्नानार्थं मासि माधवे गङ्गायां गच्छता तेन तुष्टेन दययाधिपं वैशाखस्नानमाहात्म्यमुपदिष्टं तवाग्रदः कारितस्तु यथा न्यायं सभार्या तनयो भवान् यथा न वारिधिसमो लोके कोऽपि जलाशयः तथा मासो न वैशाखसदृशो माधवप्रियः तावत् पापानि तिष्ठन्ति निष्प्रत्यूहं कलेवरे यावत् किल मलध्वंसि मासो नैदि समाधवः तस्य वाक्यं समाकर्ण्य वैशाखे सेवनं कृतं तुष्टेन मनसा विप्रपूजितो मधुसूदनः अवशिष्टदिनान्येव पञ्चमासस्य तस्य वै एकादशीं समारभ्य स्नानं च विधिवत्कृतं ब्राह्मणस्य प्रसङ्गेन रेवां चानुदिने त्वया प्रातस्नानं कृतं विप्र वैशाखे मासि तावता पूजितो देवदेवेशो मधुः परमेश्वरः नैवाप्तः सकलो मासस्नानार्थं तव पूर्वतः एवं स्नात्वा त्वया चीर्णमपि पञ्चदिनात्मकं तेन पुण्येन सङ्गत्या ब्राह्मणस्य विशेषतः गोविन्दस्य प्रसादेन त्वं तु ब्राह्मणताङ्गदः त्वया तन्मासयोगेन प्राप्तमेदन् महत्कुलम् दुर्लभं भूमिदेवानां सत्यधर्मसमन्वितं भार्यापि सुसदि प्राप्ता साध्वी सर्वगुणान्विता च्यवनस्य गृहोत्पन्ना सर्वज्ञा ब्रह्मवादिनी रूपमेव परं स्त्रीणां भूषणं च महामुने शीलमेव द्वितीयं च तृतीयं सत्यमेव च सदार्यत्वं चतुर्थं तु पञ्चमं पुण्यमुत्तमम् मधुरत्वं तथा षष्ठं शुद्धत्वं सप्तमं महद बाह्यान्तः सततं स्त्रीणां सर्वाभरणसप्तमम् अष्टमं तु पदौ भावशुश्रूषा नवमं किल सहिष्णुता च दशमं रतिरेकादशं तथा पदिवृतत्वं विप्रेन्द्रद्वादशं योषितां स्मृतम् ये दै सम्भूषिता भार्या साध्वी दे ब्रह्मवादिनी वैशाखस्नानयोगेन लब्धा पुण्येन सादरं किं किं न दुर्लभतरं प्राप्यते मासि माधवे स्नानेन परमेशस्य पूजनेन यथाविधि अथ मोहप्रमुग्धोऽसि तृष्णया व्यापितं मनः पूर्वजन्मनि ते विप्र द्रव्यमेव प्रसञ्चितं न दत्तं ब्राह्मणेभ्यो हि दीनेष्वन्येषु वै त्वया न बन्धुवर्गो नो पुत्रधारेषु च कथं च न म्रियमाणेन भवदा लोभ एव हि चिन्तितः न दत्तं न हुतं जप्तं न तीर्थे मरणं कृतम् न हि नारायणो देवो ध्यानेनाखिल पापः द्रव्येषु विद्यमानेषु कृपणो जायते नरः अदत्वा म्रियते यस्तु ततो दुःखतरं नु किं तीर्थस्नानादितपसा कुले जन्मैव लभ्यते नो दत्तेन विना विप्र किञ्चिदेवोपतिष्ठति तस्य पापस्य भावेन दरिद्रत्वमुपागतम् अपुत्रवान् भवान् जातः सततं दुःखपीडितः वैशाखस्नानमाहात्म्यादपि पञ्चदिनात्मकाद तदैव हरिपूजाय सङ्गत्या ब्राह्मणस्य च लब्धं जन्मकुले विप्रविप्रत्वमपि दुर्लभम् सुपुत्रश्च कुलं विप्रं धनं धान्यं वरस्त्रियः सुजन्ममरणं चैव सुभोगसुखमेव च सदा दाने तिघा बुद्धिरौदार्यं धैर्यमुत्तमं प्रसादात्तस्य देवस्य विष्णोश्चैव महात्मनः नारायणस्य जायन्ते सिद्धयो विप्रवाञ्छिताः ऊर्जे मासि तपोमासि माधवे माधवप्रिये स्नात्वा दामोदरं भक्त्या माधवं मधुसूदनं विशेषेण समभ्यर्च्य दत्त्वा दानानि भक्तिदः ये हि कं सुखमासाद्य जनो यादि तदो हरिम् अनेकजन्मार्जितपादकावली विलीयते माधवमज्जनेन सूर्योदये विप्र यथा तमिश्रा वचस्वयं भूरिदमादिदेश चकार विष्णुर्विमलं विचारं मासं विधिं माधवमेकमादौ यमस्य गुप्तं मनसा विचिन्त्य मनुष्य लोकैर्गमितुं च नागे तस्मादस्मिन् समायादे माधवे मासि माधवे स्नात्वा पुण्यजले तीर्थे रवावनुदिदे धुना पूजयित्वा विधानेन मुकुन्दं मधुसूदनं पुत्रपौत्रधनं श्रेयो वाञ्छितानि सुखानि च अनुभूय ततस्त्वन्दे स्वर्गमक्षयमाप्स्यसि पूर्वजन्मकृतं सर्वं यत्त्वया परिचेष्टितम् तन्मया कथितं विप्र तवाग्रे परिचेष्टितम् एवं ज्ञात्वा महाभाग वैशाखे च विशेषतः स्नात्वा सम्यग्विधानेन मधुसूदनमर्चय देवमाराध्य गोविन्दं नारायणमनामयं प्राप्स्यसि त्वं सुखं पुत्रं धनानि हरिमव्ययम्। नारद उवाच ब्रह्मात्मजेनापि महानुभावः स विप्रवर्यपरिबोधितो हि हर्षेण युक्तः स महानुभावो भक्त्यावशिष्टं प्रणिपत्य तत्र आमन्त्र्य विप्रं स जगामगेकं तां प्राहभार्यां सुमनं महर्षिः सर्वं हि वृत्तं मम पूर्वचेष्टितं तेनैव विप्रेण तव प्रसादाद भद्रे वसिष्ठेन विकाशनीदमद्यैव मोहपरिनाशितो मे आराधयिष्ये मधुसूदनं दुःश्रीमाधवे मासिनिमज्य भक्त्या। नारद उवाच आकर्ण्यवाक्यं परमं पवित्रं सुमङ्गलं मङ्गलहेतुमुच्चैः हर्षेण युक्ता तमुवाच कान्तं धन्योऽसि विप्रेण विबोधितस्त्वम्। इति श्रीपद्मपुराणे पादालखण्डे वैशाखमासमाहात्म्ये देवशर्मोपाख्याने नवतितमोऽध्यायः। ॐ